पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 67 शेष उवाच अथ सौमित्रिरागत्य जानकीं नदवान्मुहुः प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम् सीतासमागतं दृष्ट्वा लक्ष्मणं विनयान्वितम् तन्मुखाद्रामसन्देशं श्रुत्वोवाच विलज्जिता सौमित्रे कथमागच्छे रामत्यक्ता महावने तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहं तस्या मुखोदिदं वाक्यं श्रुत्वा सौमित्रिरब्रवीद मादः पतिव्रते रामस्त्वामाकारयदे मुहुः पतिव्रता पतिकृतं दोषं नानयदे हृदि तस्मादागच्छहि मया स्थित्वा स्यन्दन उत्तमे इत्यादिवचनं श्रुत्वा जानकी पतिदेवता मनोरोषं परित्यज्य तस्थौ सौमित्रिणारथे तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान् रामं स्मरन्ति मनसारथे स्थित्वा गमत्पुरीं क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः रथात्तुत्तीर्यललिता लक्ष्मणेन समन्विता रामस्य पादयोर्लग्ना पतिव्रतपरायणा रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलां साध्वित्वया सहेदानीं कुर्वे यज्ञसमापनं वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान् जगाम मातृपदयोः सन्नधिं कर्तुमुत्सुका कौशल्या तामधायां तीं वीरसूं जानकीं प्रियाम् आशीर्भिरभिसंयुज्य ययौ हर्षमनेकथा कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकां भर्त्रा सहचिरं जीव सपुत्रेत्याशिषं व्यधाद सुमित्रा स्वपदे नम्रां वीक्ष्य वैदेहपुत्रिकां आशिषं व्यदधातस्याः पुत्रपौत्रप्रदायिनीं सीता ता सर्वतो नत्वा रामचन्द्रप्रिया सती परमं हर्षमापन्ना बभूव किल वाटव समागतां वीक्ष्य पत्नीं रामचन्द्रस्य कुम्भजः सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीं रामस्तदा यज्ञमध्ये शुशुभे सीतया सह तारयानुगतो यद्वच्छशीव शरदुत्प्रभः प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे वैदेह्या धर्मचारिण्या सर्वपापापनोदनं सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि निरीक्ष्य जगृषुस्तत्र कौतुकेन समन्विताः वसिष्ठं प्राह सुमतिं रामस्तत्र क्रदौ वरे किं कर्तव्यं मया स्वामिन्नध परमवश्यकम् रामस्य वचनं श्रुत्वा गुरुप्राह महामतिः ब्राह्मणानां प्रकर्तव्या पूजा सन्तोषकारिका मरुत्तेन क्रतुसृष्टः पूर्वं संभारसंभृदः ब्राह्मणास्तत्र वित्ताद्यैस्तोषिदा अभवंस्तदा अत्यन्तं वित्तसम्भारं नेतुं विप्राशकन्नहि प्राक्षिपन् हिमवद्देशे वित्तभारासहाद्विजाः तस्मात्त्वमपि राजाग्र्यलक्ष्मीवान् नृपसत्तम देहि दानादि विप्रेभ्यो यथा स्यात् प्रीतिरुत्तमा यतश्रुत्वा स राजाग्र्यपूज्यं मत्वा खडोद्भवं प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम् अनेकरत्नसम्भारैः स्वर्णभारैरनेकधा देशैर्जनैः परिवृतैरत्यन्तप्रीतिदायकैः अगस्त्यं पूजयामास सपत्नीकं मनोहरम् तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि व्यासं सत्यवतीपुत्रं तथैव समपूजयद च्यवनं भार्यया साकं सुरत्नैः समपूजयद अन्यानपि मुनीन् सर्वान् ऋत्विजस्तपसां निधीन् पूजयामास रत्नौकैः स्वर्णभारैरनेकथा अदा तदा क्रदौ रामो विप्रेभ्यो भूरि दक्षिणां लक्षं लक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने दीनान्ध कृपणेभ्यश्च ददौ दानमनेकथा यथा सन्तोषविहितैर्वित्तैरत्नैर्मनोहरैः वासांसि च विचित्राणि भोजनानि मृदूनि च तत्र प्रादाद्यथा शास्त्रं सर्वेषां प्रीतिदायकं हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम् अत्यन्तमभवद्दृष्टं पुरं पुं स्त्री समावृतम् दानं ददं तं सर्वेषां वीक्ष्य कुम्भोद्भवो मुनिः अत्यन्तपरमप्रीतिं ययौ क्रतुवरे द्विजः तदाभिषेकस्नानार्थं पानीयममृतोपमम् आनेतुं च चतुष्षष्टिनृपान् सस्त्रीन् समाह्वयद रामस्तु सीतया सार्ध मानेदुमुदकं ययौ खडेन स्वर्णवर्णेन सर्वालङ्कारशोभया सौमित्रिरप्यूर्मिलया माण्डव्या भरतो नृपः शत्रुघ्नश्रुतकीर्त्या च कान्तिमत्या च पुष्कलः सुबाहुः सत्यवत्या च सत्यवान् वीरभूषया सुमदस्तत्र सत्कीर्त्या राज्ञा च विमलो नृपः राजा वीरमणिस्तत्र श्रुतवत्या मनोज्ञया लक्ष्मीनिधि कोमलया रिपुक्तापोऽङ्गसेनया विभीषणो महामूर्त्या प्रतापाग्र्यप्रतीतया उग्राश्वकामगमया नीलरत्नोधिरम्यया सुरथसुमनोहार्या तथा मोहनया कपिः इत्यादीन् नृपदीन् विप्रो वसिष्ठप्राहिणोन्मुनिः वसिष्ठसरयूं गत्वा शिवपुण्यजलाप्लुताम् उदकं मन्त्रयामास वेदमन्त्रेण मन्त्रविद पयः पुनीह्यमुं वाहमुदकेन मनोहृदा यज्ञार्थं रामचन्द्रस्य सर्वलोकैकरक्षितुः उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः आजह्रुर्मण्डपतले विप्रवर्यैरुपस्तुते पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम् मन्त्रेण मन्त्रयामास रामहस्तेन कुम्भजः पुनीहि मां महावाह अस्मिन् ब्रह्मसमाकुले त्वन्मेधेनाखिला देवा प्रीणन्तु परितोषिताः इत्युक्त्वा स नृपो रामसीतया सममस्पृशद तदा सर्वे द्विजाश्चित्रममन्यद कुतूहलाद परस्परमवोचंस्ते यन्नाम स्मरणान्नराः महापापात् प्रमुच्यन्ते स राम किं वदत्यहो इत्युक्तवदिभूमीशे रामे कुम्भोद्भवो मुनिः करवालं चाभिमन्त्र्य ददौ राम करे मुनिः करवाले धृते स्पृष्टे रामेण स हयक्रदौ पशुत्वं तु विहायाशु दिव्यरूपमपद्यत विमानवरमारूढश्चाप्सरोभिः समं ततः चामरैर्वीज्यमानश्च वैजयन्त्या विभूषितः तदा तं वाजिदां त्यक्त्वा दिव्यरूपधरं वरं वीक्ष्य लोकाक्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा तदा राम स्वयं जानन् ज्ञापयन् सर्वतो नरान् पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः कस्त्वं दिव्यवपुः प्राप्तः कस्मात् त्वं वाजितां गतः कथं सुरस्त्री सहित किं चिकीर्षसि तद्वद रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम् हसन्मे करवां वाणीमवदत्सुमनोहरां तवाज्ञातं न सर्वत्र बाह्याभ्यन्तरचारिणः तथापि पृच्छते तुभ्यं कथयामि यथा तथम् अहं पुरा भवे रामद्विजः परमधार्मिकः अचरं प्रतिकूलं वै वेदस्य रिपुतापन कदाचिद्धुतपापायास्थिरेहं गतवान् पुरा अनेकवृक्षललिते सर्वत्र सुमनोरमे तत्र स्नात्वा पितृं स्तृत्वा दानं दत्त्वा यथाविधि ध्यानं तव महाबाहो कृतवान् वेदसम्मितम् तदा जनाः समायादा बहवस्तत्र भूपते तेषां प्रवञ्चनार्थाय दम्भमेनमकारिषम् अनेककृदुसंभारैः पूर्णमजिरमुत्तमं वासोभिश्चादिदं रम्यं चषालादियुतं महत् अग्निहोत्रोद्भवो धूमसर्वतो नभसोऽङ्गणं चकाररम्यमदुलं चित्रकारिवपुर्धरः अनेकतिलकश्रीभिः शोभितां गोमहत्तपाः दर्भशोभसमित्पाणिर्दम्भो मूर्तिधरः किमु दुर्वासास्तत्र स्वच्छन्दं पर्यडं जगदीतलं प्राप तत्र महातेजा दूतपापसरित्तडे ददर्श मां दम्भकरं मौनधारिणमग्रदः अनर्घ्यकरमुन्मत्त मस्वागतवचकरं दृष्ट्वातीव क्रुधा क्रान्तसमुद्र इव पर्वणि शशापासौ मुनिस्तीव्रो दम्भिनं मां महामतिः दम्भं करोषि चेत्तीरे सरितस्त्वं सुदुर्मदे तस्मात् प्राप्नुहि निर्वाच्यं पशुत्वं तापसाधम शापं प्रदत्तं संश्रुत्य दुःखितोऽहं तदा भवम् अग्राहिषं पदे तस्य मुनेर्दुर्वासः किल तदा मे कृतवान् राम द्विजोऽनुग्रहमुत्तमं वाजितां प्राप्नुहि मखे राजराजस्य तापस पश्चात्तद्धस्त सम्पर्काद्याहि तत्परमं पदं दिव्यं वपुर्मनोहारि धृत्वा दम्भविवर्जितं तेन शापोऽपि संतिष्ठो ममानुग्रहतां गदः यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम् यदेव राम देवादिदुर्लभं बहुजन्मभिः तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम् आज्ञापयमहाराज त्वत्प्रसादादहं महद गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितं न यत्र शोको न जरा न मृत्युकालविभ्रमः तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप इत्युक्त्वा तं परिक्रम्य विमानवरमारुहद अनेकरत्नखचिदं सर्वदेवाधिवन्दितं गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः पुनरावृत्तिरहितं शोकमोहविवर्जितं तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः शृणु द्विजमहाबुद्धे दम्भेनापि स्मृतो हरिः ददादिमोक्षं सुतरां किं पुनर्दम्भवर्जनाद् यथा कथं चिद्रामस्य कर्तव्यं स्मरणं परं येन प्राप्नोति परमं पदं देवादिदुर्लभं तच्चित्रं वीक्ष्य मुनयकृतार्थं मेनिरे निजं यद्रामचरणप्रेक्षाकरस्पर्शपवित्रितं गदे तस्मिन् सुरे स्वर्गं भयरूपधरे पुरा उवाच रामस्तपसां निधीन्वेदविदुत्तमान् किं कर्तव्यं मया ब्रह्मन् हयो नष्टो गदसुखं होमः कथं पुरोभावी सर्वदैवततर्पकः यथा स्यात् सुरसन्तृप्तिर्यथा मे मख उत्तमः तथा कुर्वन्तु मुनयो यथा मे स्याद्विधिश्रुतम् इति वाक्यं समाश्रुत्य जगादमुनिसप्तमः वसिष्ठसर्वदेवानां चित्ताभिज्ञानकोविदः कर्पूरमाहरक्षिप्रं येन देवा स्वयं पुरा प्राप्य हव्यं गृहीष्यन्ति मद्वाक्यप्रेरिताधुना इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरद कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम् तदा मुनिप्रहृष्टात्मा देवानाह्वयदद्भुतान् ते सर्वे तत्क्षणात् प्राप्ताः स्वपरिवारसंवृताः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे यज्ञप्रारम्भो नाम सप्तषष्टितमोऽध्यायः ॐ